अस्तु, इदानीं न्यायशास्त्रविषये पठन्तः स्मः, अद्य किञ्चित् अग्रे सरामः. समवायः इति विषयः गतसप्ताहे संयोगः इत्युक्ते किम् इति किञ्चित् परिशीलितवन्तः. संयोगः इत्युक्ते तादृशसम्बन्धः यत्र पूर्वं पृथक्त्वम् आसीत्, अनन्तरम् एकत्र प्राप्तिः भवति, तदनन्तरं पुनः वियोगः भवितुम् अर्हति इति अस्ति चेत् तत्र संयोगसम्बन्धः इति उक्तवन्तः. तद्विहाय इतोपि अन्यविध अन्यप्रकार सम्बन्धः अपि दृष्टवन्तः, यथा सर्पे सर्पक्रिया इति आसीत्, तदनन्तरं तत्र गुणविषये आसीत्, घटे रूपमिति आसीत्, तद्विषयमपि परिशीलितवन्तः. तत्र तद्वि संयोगं विहाय अन्यविध सम्बन्धः अस्ति चेत् तत् सम्बन्धः कीदृशः इति प्रश्नः उदेति चेत् तत्र समवायः इति नूतनसम्बन्धः आगच्छति. तद्विषये एव अद्य किञ्चित् द्रक्ष्यामः. तर्हि सञ्जीवमहोदय, भवानेव आरम्भं करोति वा? अपि च किं प्रश्नः आसीत् वा भवतः, किमपि पृष्टवान् इति मन्ये? न न, अहम् उक्तवान् मया पुस्तकं प्राप्तम् इदानीम्. ओ अस्तु, उत्तमम् उत्तमम्. अस्तु, तर्हि कुत्र पृष्ठसङ्ख्या अस्ति 15, तत्र अतः संयोगं विहाय अन्यः इति अस्ति खलु, तत् आम् तस्मात् अतः संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः. तत्र चित्रमस्ति, चित्रमपि किञ्चित् प्रतिपादयतु महोदय, किमस्ति इति वक्तुं शक्नोति चेत्. द्रव्यं, तद् द्रव्यम् इति सम्बन्धः दर्शितः. गुणः तत्र चरः गच्छति चेत् अत्र कः कुत्र अस्ति इति वक्तुं शक्नोति वा तद् दृष्ट्वा? द्रव्यं द्रव्यं द्रव्ये अस्ति. उत्तमम्. अनन्तरं गुणः द्रव्ये अस्ति. सत्यं. क्रिया द्रव्ये अस्ति. सामान्यं द्रव्ये गुणे कर्मणि अस्ति. उत्तमम्. विशेषः नित्यद्रव्ये अस्ति. तदनन्तरं घटाद्यवयविनः घटाद्यवयविनः कपालादि अवयवाः कपालादि अवयवाः तेषु घटादि अवयविनः सन्ति. हा सत्यं, कपालादि आम्. तद् तत्तु नावगच्छामि. तद् कपालादि अवयवाः तत्र कथं तत्र अवयवाः इत्युक्ते वदतु महोदय, क्षम्यताम्. न, मम प्रश्नः अस्ति, घटादि अवयवेषु कपालादि अवयवाः स्युः खलु? न न न न, तत्र अवयवी इत्युक्ते यस्मिन् अवयवाः सन्ति तदस्ति अवयवी. तर्हि तत्र घटादि अवयवनः कपालादि अवयवाः घटादि अवयवनः तेषु सन्ति. अवगतम्. द्रव्यं गुणवत् तस्मिन् रूपादिगुणाः सन्ति. तत्र किमर्थं द्रव्यं गुणवत् इति अस्ति? गुणवत् इति नपुंसकलिङ्गे. उत्तमम् उत्तमं. तत्र द्रव्ये गुणः द्रव्ये अस्ति इत्युक्ते द्रव्यं गुणवत् इति, तत्पूर्वं वान् इति प्रयोगं दृष्टवन्तः खलु वयम्? अस्तु, उत्तमम्। तदनन्तरं द्रव्यं क्रियावत् तदर्थे एव द्रव्यं क्रियावत् तस्मिन् उत्क्षेपणादिक्रियाः सन्ति। किमर्थे तत्तु क्रियाः सन्ति, उत्तेक्षणादिक्रियाः सन्ति। तदनन्तरं घटादिव्यक्तिः जातिमति, तस्मिन् घटत्वादिजातिः अस्ति। अनन्तरं नित्यद्रव्याणि, नित्यद्रव्याणि तेषु विशेषाः सन्ति। सत्यं, तत्तु तत्र परमाणुः अथवा आकाशः इति नित्यद्रव्याणि, तेषु विशेषाः सन्ति। सत्यम्, अत्र पश्यामः चेत् यत्र तत् प्रथमचित्रं पश्यतु तस्य एव किञ्चित् विस्तारेण द्वितीयतृतीयचित्रे तस्यैव विषयः अस्ति, तदेव तत्र पुनः दत्तमस्ति तत्र उदाहरणरूपेण। द्रव्यं द्रव्यं द्रव्ये अस्ति इति तत् सूचयितुं कपालाद्यवयवाः घटादि अवयवेनः तस्मिन् तेषु कपालादि अवयवाः सन्ति, तस्य द्रव्ये द्रव्ये अस्ति तस्य उदाहरणमस्ति वा? सत्यं सत्यं। तदनन्तरं गुणः द्रव्ये अस्ति, रूपादिगुणाः द्रव्यं गुणवत् तस्मिन् सन्ति। सत्यं, क्रिया द्रव्ये अस्ति, तद्वत् एव उत्क्षेपणादिक्रियाः उत्क्षेपणादिक्रियाः द्रव्यं क्रियावत् तस्मिन् सन्ति। सामान्यं द्रव्ये गुणे कर्मणि अस्ति, घटत्वादिजातिः घटत्वादिव्यक्तिः जातिमति, घटादिव्यक्तिः घटादिव्यक्तिः जातिमति तस्यां सन् अस्ति। अनन्तरं विशेषः नित्यद्रव्ये अस्ति, तत् सूचनार्थं विशेषाः नित्यद्रव्याणि तेषु सन्ति। उत्तमम्, अस्तु, अग्रे अग्रिमपरिच्छेदं पठति वा? हा, अग्रे सः सम्बन्धः एव समवायः, अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः। तत्र आश्रयाणाम् आधेयानां च नानात्वेऽपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते। यश्च द्रव्ये द्रव्यमस्ति अथवा गुणः द्रव्ये अस्ति, एते सर्वे समवायसम्बन्धं सूचयन्ति। एतत् सम्बन्धः, एषः सम्बन्धः समवायसम्बन्धः इति उच्यते। किमर्थे इत्युक्ते तत्र द्रव्यत्वं द्रव्यात् दूरीकर्तुं न शक्यते, तत् एकमेव इति भावः। अवयवेनोः एकः अवयवः अस्ति, तत् यथा अत्र उदाहरणं दत्तं कपालादि अवयवाः, कपालादि वस्तूनि अवयवाः सन्ति, घटादि वस्तूनि पदार्थाः अवयविनः सन्ति। गुणगुणिनोः तदर्थ ततः अपि तत्रापि द्रव्यं गुणवत् रूपादिगुणाः द्रव्ये सन्ति इति क्रिया तथापि क्रिया क्रियावतोः जातिव्यक्त्योः यथा घटादिजाति घटत्वादिजातिः घटादिव्यक्तिः जातिमिति तस्यां अस्ति तथा एतत् सर्वं समवायसम्बन्धं सूचयति किमर्थे एकः आश्रयः अस्ति अन्यः आधेयः अस्ति आश्रयः आधेये एव तिष्ठति तमेव समवायः सम्बन्धः इति उच्यते सत्यं तत्र तत्र अन्ते नानात्वेपि लाघवात् नानात्वेपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते नानात्वेपि नाना उदाहरणानि दत्तानि अनेकानि उदाहरणानि दत्तानि तत्तु संक्षेपेण अयं सम्बन्धः समवाय इति उच्यते इति अहं चिन्तयामि आम् सत्यं तत्र लाघवम् इति किञ्चित् अस्ति तद् अग्रे पठामः तत्र लाघवम् इत्युक्ते केवलं सौकर्यम् इति तत्र तत्र भिन्नभिन्न स्थलेषु तत् तादृशसम्बन्धः अस्ति चेदपि तत्र लाघवार्थं तत्तु एकविधमेव तत्र समवायः इति एकविधमेव तत्र सम्बन्धः इति स्वीकृतम् अस्ति तत्र यथा गुणः द्रव्ये अस्ति क्रिया द्रव्ये अस्ति चेत् तत्र एकविधसम्बन्धेन एव गुणः अपि समवायसम्बन्धेन द्रव्ये क्रिया अपि समवायसम्बन्धेन द्रव्ये इति लाघवार्थं तथा स्वीकृतवन्तः इति एव अस्ति अत्र अति उत्तमं भिन्नभिन्न किम् अस्ति भिन्नभिन्नसम्बन्धः तु एक एव एकविधमेव सम्बन्धः एक एव सत्यं भिन्नभिन्नस्थलेषु तत्र क्रियाद्रव्यं गुणद्रव्यम् इति भिन्नभिन्नस्थलेषु यदा सम्बन्धः वर्तते चेत् अपि तत्र सम्बन्धः तु एकविधसम्बन्धः एव तत्र धन्यवादः अस्तु अन्य कोऽपि आगतवान् वा मध्ये आं राज्ञी अस्मि अत्र महोदय नमस्ते भगिनि नमस्ते भगिनि अहमपि आगतवान् पवनः अत्र ओ नमस्ते महोदय नमस्ते अस्तु अपर्णा भगिनी अग्रे पठति वा आं महोदय लाघवगौरवस्वरूपं लाघवं नाम विचारसौकर्यम् एवं चिन्तयामः कश्चित् आपणं गन्तुं प्रवृत्तः तस्य माता तं प्रति अवदत् गुडं तण्डुलान् च आहर सः ओम् इत्युक्त्वा निर्गतः तदैव तस्य भार्या समागत्याः शर्करां शाकं सर्षपान् विद्युद्दीपं पुस्तिकां पेटिकाम् अलम् अलम् अलं न प्रभवामि इमानि सर्वाणि बुद्धौ स्थापयितुम् अतः सर्वं विलिख्य देहि इति सः भार्यां प्रति अब्रवीत् अत्र पश्यतु पूर्वं मात्रा द्वयमेवोक्तं तदा अङ्गीकृत्य प्रवृत्तः तदा हरणाय आं भगिनि भगिनि क्षम्यतां तत्र तत् प्रथमं यत् पठितवती तस्य किञ्चित् प्रतिपादयितुं तत्र लाघवगौरवस्वरूपम् इति कीदृशम् इति चर्चा पूर्वं वयं यदा दृष्टवन्तः समवायसम्बन्धः विषये बहूनि उदाहरणानि दत्तानि बहूनि आधाररूप आश्रयाः सन्ति यदा घटादि आधारः सन्ति यस्मिन् आधेयाः बहूनि सन्ति द्रव्यं बहूनि रूपाणि बहूनि विविधेषु द्रव्येषु आधेयगुणाः बहूनि सन्ति किन्तु वयं यदा भगिन्या उक्तम् एक एव सम्बन्धः आधाराः भिन्नाः अपि आश्रयाः भिन्नाः अपि आधेयाः भिन्नाः अपि लाघवात् एकेव सम्बन्धः अस्ति आधार आधेय आश्रय आधेय विषये तत् लाघवं किम् इति अद्य चर्चा आरम्भतः. लाघवं नाम विचारसौकर्यं. यदा भगिनी क्षम्यताम् एक एव विषयः अत्र तत्र सर्वत्र यदा आधार आधेयभावः इति अस्ति चेत् तत्र समवायसम्बन्धः इति न, परन्तु तादृशसम्बन्धः यद्वयम् इदानीं दृष्टवन्तः तत्र समवायसम्बन्धः इति. किमर्थम् इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः तत्र आसन्दे देवदत्तः उपविशति चेत् तत्रापि आधार आधेयभाव एव अस्ति, परन्तु तत्र तु संयोगसम्बन्धः न तु समवायसम्बन्धः. आम् आम् तत्र तु क्षम्यताम्. अत्र प्रसक्तिः अस्ति यत्र संयोगः नास्ति किन्तु तस्य प्रसक्तिः अस्ति, समवायसम्बन्धः प्रसक्तिः अस्ति. सत्यं यत्र तत्र पूर्वं गुणगुणिनोः क्रियाक्रियावतोः सत्यं तत्र यत्र वियोगः भवितुम् अर्हति तत्र तादृशसम्बन्धः तु संयोगसम्बन्धः, परन्तु यत्र तादृशवियोगः न भवितुम् अर्हति यथा तत्र कपालघटविषये पश्यामः चेत् पूर्वं तत्र यथा कपालः पूर्वम् आसीत् तस्मिन् समये तु घटः नास्ति, अनन्तरं यदा कपालद्वयं द्वयसंयोगेन घटः भविष्यति तदनन्तरं तत्र कपालः तु समवायेन एव अस्ति खलु, तत्र कपालः पृथक् घटः पृथक् इति वक्तुं न शक्नोमि. तदनन्तरं यदा यदा पूर्वं वयं रूपस्य घटं विहाय घटत्वस्य घटं विहाय वयं दृष्टवन्तः. आम् गुणविषये अपि तथा खलु, तत्र रूपमिति घटे नीलरूपम् इति वदामः चेत् घटं घटं विहाय रूपं तत्र नास्ति इति घटं विहाय रूपः समवायसम्बन्धेन घटे तिष्ठति नीलघटः अस्ति चेत्. सत्यं सत्यं सत्यम्. अत्र अग्रे अत्र लाघवं किमर्थं लाघवस्य का दृष्टिः इति चर्चा जाता. यदा एकः आपणं गच्छति माता माता वदति द्वे वस्तु गुडं तण्डुलान् आहार तत् पुत्रः मनसि एव धारणं कृत्वा अस्तु अहम् अहम् ओम् इति इत्युक्त्वा निर्गतः, किन्तु भार्या आगच्छ पृच्छति बहूनि वस्तूनि शर्करां बहूनि वस्तूनि आहार इति, किन्तु सः तत् तदा वदति अहम् इमानि सर्वाणि अहं मनसि न धारयितुं शक्नोमि, एतत् कारणेन कृपया विलिख्य देहि इति. तत्र एक लाघवः तत्र अग्रे ये एतत् दृष्टान्तः स्वीकृत्य लाघवं कारितिः गौरवः कारितिः इति अग्रिमपुटे अस्ति. सत्यं सत्यं तत्र आहार इत्युक्ते आहार इत्युक्ते अर्थं किम् इति भवती वक्तुं शक्नोति वा, अर्थः कः इति? अहं मन्यामि गेटिङ्ग् न जानामि अहम् इङ्ग्लिश् गेट् तत्र बहु अहं तु प्रायः अभ्यासपुस्तके अपि पठितवन्तः इति चिन्तयामि. आनय इति अस्ति खलु आनय आहार इत्युक्ते तत्र आनय इति तत्र मध्यमपुरुषे एकवचने लोट् रूपं हरति इति हरति हृ धातोः हरति इत्युक्ते स्वीकरोति इति अर्थम् अर्थः क्षम्यताम् आ उपसर्गपूर्व हृ धातु आगच्छति चेत् विपरीतार्थं भवति आनयतु. राजी भगिनी भवती पठति वा? आं भगिनि. अत्र पश्यतु पूर्वं मात्राद्वयमेव उक्तं तदा अङ्गीकृत्य प्रवृत्तः तदाहरणाय ततः भार्यया पञ्चशः पदार्थाः उक्ताः तदा निर्वाय भाषणात् विलिख्य देहि इति वक्ति को हेतुः विचारे धारणे वा सौकर्यं द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति अनेकेषां स्थापने भवति इदमेव विचारसौकर्यं लाघवम् इति उच्यते तत् विपरीतम् असौकर्यं गौरवम् इति उच्यते पूर्वं माता उक्तवती द्वयमेव आनय इति तद् सुलभमेव आनेतुं परन्तु भार्या उक्तवती पञ्च अथवा अनेकानि पदानि आनय इति ततः सः उक्तवान् विलिख्य देहि एतत् आनेतुं कष्टकरमस्ति अतः किमर्थं नो द्वित्राणां बुद्धौ स्थापने बुद्धौ इत्युक्ते अर्थं किं भगिनि बुद्धि इति सप्तमी रूपं मनसि स्थापय अस्तु द्वि अथवा त्राणां बुद्धौ स्थापने कष्टः न भवति परन्तु अनेकवस्तु स्थापने क्लेशकरं भवति अतः इदमेव विचारसौकर्यम् इति लाघवम् इति उच्यते तद् विपरीतम् असौकर्यं गौरवम् इति उच्यते उत्तमम् अग्रे इतोपि एकं वाक्यमस्ति खलु तदपि पठित्वा समापयतु आश्रयाणाम् आधेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरवम् इति लाघवाय विचारसौकर्याय एक एव समवायः अङ्गीक्रियते आश्रयाणाम् आधेयानां च अनेकः समवायः अपि अनेकस्वीकारे गौरवम् इति तत्र किम् आश्रयं किम् आधेयम् इति अहं न जानामि भगिनी कृपया भवती एव वदतु भगिनि अस्तु कण्ठशः पश्यामः भगिनि तत्र तथा च आश्रयाणाम् आधेयानां च अनेकत्वेन इत्युक्ते तत्र पूर्वस्मिन् पृष्ठे दृष्टवन्तः खलु तत्र अनेकाः आश्रयाः सन्ति अपि च आदेयः अपि अनेकाः तत्र यथा गुणः क्रिया इति आदेयः अस्ति अपि च द्रव्यं नित्यद्रव्याणि द्रव्यं गुणः कर्म इति अनेक आश्रयः अपि अनेकाः तत्र प्रत्यस्मिन् स्थलेषु तत्र सम्बन्धः अस्ति तादृशसम्बन्धः यत् समवायसम्बन्धः इति उक्तवन्तः खलु अनेकत्वेन समवायस्य अपि अनेकत्वस्वीकारे यदा वयं तत्र प्रत्येकस्मिन् स्थले तत्र नूतनविध समवायसम्बन्धः इति स्वीकुर्मः चेत् तत्र गौरवं भवति गौरवम् इत्युक्ते केवलं विचार असौकर्यम् इत्युक्ते तत्र काठिन्यं भवति तत्र अस्तु तदर्थं लाघवार्थम् इत्युक्ते सौलभ्यार्थं सौकर्यार्थम् एकः एव समवायः इति अङ्गीक्रियते इत्युक्ते एकः एव समवायः इति निर्णीतवन्तः तत्र समवायः इति एकः एव तत्र वयं पूर्वं दृष्टवन्तः खलु द्रव्यम् इत्युक्ते तत्र नवद्रव्याणि सन्ति, पञ्चक्रियाः इति, परन्तु तत्र समवायः इत्युक्ते एकविधमेव इति, एकविधः एव समवायः इति उक्तवन्तः. अस्तु, धन्यवादः भगिनि. पवन् महोदय, वदतु महोदय. लाघवं गौरवं तत्तु अवगतं, परन्तु एतावत् विचारः किम् किमर्थम् आवश्यकम् अस्ति? समवायः इति एकः संज्ञाशब्दः इति मम मतिः. सत्यं, तत्तु लाघवं तु अस्ति, परन्तु वस्तुतः तु संज्ञाशब्दः भवति. समवायक इति संज्ञाशब्दः एव सत्यं, परन्तु तत्र विशेषः विषये दृष्टवन्तः चेत् विशेषः अपि संज्ञाशब्दः एव खलु, परन्तु विशेषः तु अनन्ताः इति उक्तवन्तः. परन्तु समवायः सामान्यं द्विविधं, परापरा इति द्विविधजातिः द्विविधा इति, तदपि वयं दृष्टवन्तः. परन्तु यदा समवायः इति पदार्थः अस्ति चेत् तत्र समवायः इति एकमेव, समवायः इति पदार्थः तु एकविधः एव इति एव तत्र लाघवार्थम् उक्तवन्तः. तदेव तत्र तत्र भिन्नता नास्ति इति. धन्यवादः. पवन् महोदय, भवान् अग्रे पठति वा? आं भगिनि. अभाववर्णनं, एतावता उद्देश्यक्रमानुसारेण षड् भावाः निरूपिताः. भावो नाम यः अस्ति इति प्रतीयते. यथा द्रव्यमस्ति, गुणः अस्ति, समवायः अस्ति, ते भावाः इति कथ्यन्ते. इदानीं यः नास्ति इति ज्ञायते, तमभावं परिशीलयामः. तम् अभावं परिशीलयामः. किञ्चित् भूतलमस्ति, तत्र घटः यदि अस्ति तदा एवं व्यवहरामः, अत्र भूतले घटः अस्ति इति. यदि घटः अपसारितः तदा वदामः अत्र घटः नास्ति. घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति. तथा घटः नास्ति इति वक्तुं कः ज्ञातव्यः भवति? स एव अभावः इति उच्यते. एतावत्पर्यन्तं षड् भावाः निरूपिताः. ये षड् भावाः सन्ति, द्रव्यं, गुणः, क्रिया, सामान्यं, विशेषः इति, खलु? विशेषकः, समवायः, सत्यं, समवायः. अस्तु, तर्हि ते भावाः इति कथ्यन्ते. भावमस्ति इति वा भावाः इति कथ्यन्ते इति चिन्तयामि. इदानीं यः अग्रिमवाक्यं पश्यतु. भावो नाम यः अस्ति इति प्रतीयते. आम् आम्, भावः यत् अस्ति तद् भावो नाम यदस्ति इति कथ्यते. अस्तु, भावः नाम यः अस्ति इति प्रतीयते. अस्तु, यदस्ति यत् पश्यामः तद् भावः इति प्रतीयते. अस्तु, पश्यामः इति न, गुणः तु सर्वदा द्रष्टुं न शक्नुमः. रसः इति गुणः अस्ति चेत् तत्तु द्रष्टुं न शक्नुमः खलु. परन्तु तत्र षट् पदार्थः इतः पर्यन्तं वयं पठितवन्तः, तत्र षट् पदार्थः तु अस्ति इति तत्र अस्तित्वम् अस्ति खलु, तस्य अस्तित्वम् अस्ति, तदेव भावः इति वदामः. यस्य अस्तित्वम् अस्ति तदेव भावः. अस्तु, यस्य अस्तित्वम् अस्ति तदेव भावः तस्य. यदि तत् नास्ति, तस्य नास्तित्वम् अभावः इति उच्यते. सम्यक् एव वा? हा, यद् नास्ति तदेव अभावः इति, सत्यम्. अस्तु, अस्तित्वं यदा अस्ति भावः, तथैव नास्तित्वम् अभावः इति उच्यते. अस्तु, अत्र उदाहरणरूपेण घटम् अपि च भूतलम् इति स्वीकृतम्. अत्र भूतले घटः अस्ति, यदि घटः अपसारितः तदा वदामः घटः नास्ति इति. तर्हि अस्तित्वं तस्य घटस्य तदस्ति भावः, नास्तित्वम् अभावः. अग्रे अपि पठामि भगिनि? हा, तदपि पठतु महोदय. भगिनि, एकः सन्देहः, घटत्वम् अस्ति इति वक्तुं घटज्ञानम् आवश्यकं, तावदेव घटः नास्ति इति वक्तुम् अपि घटज्ञानम् आवश्यकं किल? घटज्ञानं न आवश्यकं खलु, तत्र पूर्वं घटः अस्ति, तत्र तस्मिन् समये घटज्ञानम् आवश्यकम् आसीत्, तदर्थमेव तत्र घटः अस्ति इति वयं पूर्वम् उक्तवन्तः, परन्तु इदानीम् अत्र घटः नास्ति, तर्हि तत्र तस्य घटः नास्ति इति वक्तुं तस्य यद् नास्ति तस्य ज्ञानम् अपेक्षितं खलु, तदेव अभावः इत्युक्ते यद् नास्ति इति वक्तुं किमपि ज्ञानम् आवश्यकं, तत्र घटः इति ज्ञानम् अस्ति एव, परन्तु घटः नास्ति इति तस्य अभावः अपि तत्र वर्तते, तस्य ज्ञानमपि अस्माकं आवश्यकं खलु, तदर्थ तत्र नास्ति इति वक्तुं शक्नुमः. परन्तु प्रश्नः, परन्तु तत्र पूर्वं घटः इति एकं वस्तु अस्ति इति जानीमः चेदेव अत्र घटस्य अभावः इति वक्तुं शक्नुमः. आम् सत्यं, तत्र घटः इति अस्ति परन्तु घटः इदानीम् अत्र नास्ति, तदा घटः इदानीम् अत्र नास्ति चेत् तत्र नास्ति इति ज्ञानम् आवश्यकं खलु, यदा नास्ति इति ज्ञानं नास्ति चेत् तर्हि तद् ज्ञानं न अस्माकं न भवति, तर्हि यस् नास्ति इति यज्ज्ञानम् अस्ति तदेव अभावः इति. अवगतं वा? तर्हि भगिनी, यद् अत्र नास्ति तत् सर्वम् अभावः इति एव उच्यते वा? इदानीं किमपि अहं वक्तुं शक्नोमि अभाव आवलिमध्ये चिन्तयतु. क्षम्यतां महोदय, तदेव भगिनी भवती वदतु, अग्रे वदतु. तत्र न्यायशास्त्रे घटः नास्ति इति ते साधारणतया न वदामः, तत्र घटाभावः अस्ति इति वदामः. अस्तु, तद्वयमपि समान अर्थमेव, तत्र भूतलम् अस्ति, भूतले पूर्वं घटः आसीत्, इदानीं घटः नास्ति खलु, तर्हि तत्र भूतलम् अस्ति, भूतले पूर्वं घटः आसीत्, इदानीं घटाभावः अस्ति इति वदामः, तदेव तत्र. अस्तु, किमपि भवति भावः भवति, नो चेत् अभावः भवति, तदेव. हा सत्यम्, अदेव तदेव तदेव, तत्र यदा भावः अस्ति नो चेत् अभावः अस्ति, तदेव. अस्तु, उत्तमं भगिनी. घटः नास्ति इति अपि एकः भावः खलु? न, अस्तित्वम् एव भावः, नास्ति अस्ति, नास्ति चेत् तद् अभावः खलु, भावः नास्ति तर्हि अभावः. अभावः तु अस्ति तत्र. अभावः अस्ति, सत्यम्. अस्तु, इदानीम् इतोपि उदाहरणम् आगच्छति इति चिन्तयामि, प्रायः स्पष्टं वदामि अहम्. अत्र व्यवहारे अपि अस्ति विशेषः, पात्रे अस्मिन् कियत् जलमस्ति इति पृष्ठे अर्धमस्ति इति कश्चित् वक्ति, कश्चित् अर्धं पात्रस्य रिक्तम् अस्ति इति वक्ति, पात्रं तु तदेव, जलमपि तावदेव, तथापि कश्चित् अस्ति इति वदति, कश्चित् नास्ति इति वदति, तद्वदेव सर्वैः अभावमधिकृत्य भूतले घटः नास्ति इति उच्यते. न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घटाभावः अस्ति इति उच्यते. अस्तु, तर्हि अत्र इतोपि एकम् उदाहरणं, तत्र जले अर्धम् एव जलमस्ति, सारि, चषके अर्धमेव जलमस्ति पात्रे, तर्हि दृष्ट्यानुसारम् एकः वदति अर्धं सम्पूर्ण अर्धमस्ति इति, अन्यः वदति अर्धं न्यूनमस्ति इति. तथैव अभावम् अधिकृत्य अभावम् अधिकृत्य भूतले घटः नास्ति इति उच्यते. न्यायशास्त्रे अस्मिन् न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घटाभावः अस्ति इति उच्यते. यत्र कुत्रापि किमपि नास्ति वयं नास्ति इति वदामः, अभावः तस्य अभावः अस्ति इति वदामः न्यायशास्त्रे. किमर्थं भगिनि तत्र किमपि तत्र कारणमस्ति वा? तेषां शैली तथा अस्ति, तत्र यत्किमपि नास्ति इति वक्तुम् अभावः इति, तत्र विश्वे यत्किमपि अस्ति तद् तु पदार्थः इति ते उक्तवन्तः खलु, तु सप्तपदार्थः इति. तर्हि किमपि तदपि एकं पदार्थः एव खलु, तदर्थमेव अभावः इति एकः पदार्थः स्वीकृतः. अस्तु, तर्हि अत्र केवलम् अस्ति इति वक्तुं वयम् अभावः इति पदं स्वीकुर्मः तावदेव वा? आम् सत्यं, तत्र अभावः अस्ति इत्युक्ते तत्र अर्थः तु नास्ति इति एव, परन्तु तेषां वदनशैली तथा अस्ति. अस्तु, पासिटिव् वे आफ् टेलिङ्ग्, पासिटिव् वे आफ् टेलिङ्ग् किल, नेगेटिव् वे आफ् तदपि सत्यम्. अग्रे पठामः वा? अग्रे पठामि वा? तर्हि न, सुमलता भगिनी भवती पठति वा? आं भगिनि. विरोधनिरूपणम्. अयं घटाभावः घटस्य अभावः, अयं च घटे सति न ज्ञायते, घटे असति ज्ञायते. लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते. यथा नकुल अस्ति चेत् सर्पः न भवति, सर्पः अस्ति चेत् एवं विघ्न एतत् किमस्ति भगिनि, विद्मः अत्र नकुलः नास्ति इति. विरोधम् इत्युक्ते विरोधस्य निरूपणं करोति अत्र. विरोधः इत्युक्ते किम् इति उक्तमस्ति अत्र. घटाभावः इत्युक्ते घटस्य अभावः इति वयं दृष्टवन्तः. घटः अस्ति चेत् घटः घटे सति, यदा घटः अस्ति घटस्य घटं स्वीकृत्य, घटम् अस्ति इति ज्ञानं स्वीकृत्य घटम् अस्ति इति वयं वक्तुं शक्नुमः. घटे असति, घटं विना अभावः ज्ञायते. लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते. यथा उदाहरणमपि दत्तमस्ति, नकुल अस्ति चेत् सर्पः न भवति, सर्पः अस्ति चेत् विद्मः इत्युक्ते किं भगिनि? ज्ञायते, ज्ञातुं शक्नुमः इति ज्ञायते. सर्पः अस्ति चेत् एवं विद्मः, अत्र नकुलः नास्ति इति. एकम् अस्ति चेत् अन्यत् नास्ति, अन्यत् अस्ति चेत् एतत् नास्ति इति विरोधाभावः इति उक्तवन्तः. तावदेव सत्यं, बहु उत्तमं भगिनि. तत्र यदा घटः अस्ति चेत् तत्र घटाभावः भवितुं न अर्हति, तथैव घटाभावः अस्ति चेत् तत्र घटः न वर्तते खलु, तथैव तत्र विरोधः इति विषयः, इत्युक्ते यत्र तत्र सहवासः न भवितुम् अर्हति इति. अस्तु अस्तु, अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि. वद्यघातकभावरूपविरोधः. अयं विरोधः द्विविधः भवति, पद्यघातकभावः सहानवस्थानम् अहेः नकुलस्य च विरोधः वद्यघातकभावरूपः तथा हि कुत्रचित् सर्पः अस्ति. अग्रे पठामि वा? प्रथमक्षणः सर्पः एव अस्ति, द्वितीयक्षणः सर्पः एव अस्ति, तृतीयक्षणः सर्पः अस्ति नकुलः अपि अस्ति, चतुर्थक्षणः सर्पः नष्टः नकुलः अस्ति. वद्यघातकभावरूपविरोधः, अयं विरोधः द्विविधः विरोधः अस्ति. वद्यघातकभावः सहानवस्थानं नाम संज्ञारूप संज्ञा. अहेः नकुलस्य च विरोधः, अहेः सर्पः सर्पनकुलस्य विरोधः वद्यघातकभावरूपः, तस्य विरोधः वद्यघातकं वद्यघातकभावं भावः. तथा हि कुत्रचित् सर्पः अस्ति, कुत्रचित् सर्पः अस्ति. उदाहरणरूपेण प्रथमक्षणं सर्पः एव अस्ति, द्वितीयक्षणम् अपि सर्पः एव अस्ति, तृतीयक्षणं नकुलः अत्र आगच्छति, चतुर्थक्षणं सर्पः नष्टः नकुलः अस्ति, कदा नकुलः सर्पं मारयति, नकुलः एव तिष्ठति. मारयति अथवा प्रायः वधं करोति, तत्र सर्पमेव सर्पं मारयति, नकुलः एव अस्ति. तदा वद्यघातकभावरूपे विरोधे ययोः विरोधः वर्णयते, तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति. भावरूपे विरोधे ययोः विरोधः सर्पनकुलस्य विरोधः वर्णयति, तद् तयोः उभयोः अपि कस्मिन् क्षणे काले एकत्र स्थितिः. तृतीयक्षणे द्वे अपि एकस् एव स्थले अस्ति चेत् एव वद्यघातकभावरूपं भवति. सत्यं, बहु उत्तमं, सत्यं, तदेव तावदेव. यथा प्रकृतोदाहरणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः, तदेव. एवम् एकेन अग्रिमक्षणे ततोऽपि अधिककालेन वा अपरस्य नाशः क्रियते. एवमेव एकेन अग्रिमक्षणे अपि ततोऽपि अधिककालेन वा या किञ्चित् अग्रे वा अपरस्य नाशः क्रियते. सर्पः नकुलः सर्पस्य नाशं क्रियति करोति. अयं विरोधः शास्त्रे वद्यघातकभावः इति प्रसिद्धः. तस्य नामकरणं वद्यघातकभावः. सत्यम् इति तावदेव. तत्र अस्माकम् अवधेयं यत् तत्र द्वयोः एकत्र प्राप्तिः इत्युक्ते एकस्मिन् स्थले उपस्थितिः एकस्मिन् समये एकस्मिन् क्षणे वा एकस्मिन् समये भवति, तदेव अस्ति वद्यघातक भावरूपः विरोधः इति. अस्तु, तत्र एकः वद्यः अस्ति, अन्यः घातकः अस्ति, इत्युक्ते एकस्य हननं भवति. वद्य इत्युक्ते यस्य हननं भवति तद्वद्यः, अत्र यथा सर्पः. घातकः इत्युक्ते यः हननं करोति, इत्युक्ते अत्र तु नकुलः. तथा वद्यघातकभावरूपः इत्युक्ते एकस्मिन् समये एकस्मिन् स्थले द्वयोः एकत्र प्राप्तिः भवति, तदनन्तरं एकस्य नष्टः भवति, अन्यः तिष्ठति. तदेव वद्यघातकभावरूपः विरोधः इति. सर्वैः अवगतं वा भगिनी? अत्र नकुलः तु सर्पः अस्ति चेत् वद्यघातकभावः अस्ति या भावरूपः अस्ति या कति कोऽपि रूपा सन्ति अस्ति वद्यघातक इत्युक्ते अन्यस्थलेषु नकुलसर्पयोः यद्विरोधः अस्ति तत्तु उदाहरणरूपेण एव तत्र दत्तमस्ति, तत्र अन्यस्थलेषु अपि भवितुम् अर्हति, परन्तु अस्माकं यत् अस्माभिः यद् अवगन्तव्यं तत् वद्यघातकभावरूपः विरोधः इत्युक्ते किम् इत्युक्ते तत्र वार्तात्रयम् अस्ति खलु, एकम् अस्ति तत्र एकस्य हननं भवति, अन्यस्य अन्यः हननं करोति, तृतीयविषयः अस्ति तत्र एकत्र प्राप्तिः अपि भवति. यदा तादृशविरोधः अस्ति चेत् सः विरोधः वद्यघातकभावरूपः विरोधः इति. अस्तु, सहानावस्थाम् इत्युक्ते किं भगिनि? अग्रे आगच्छति भगिनि. अस्तु, सुनील् महोदय भवान् पठति वा अग्रे सहानवस्थानरूपः इति आगच्छति अस्ति. आं भगिनि, सहानवस्थारूपविरोधः अभावस्थले सहानवस्थानां नाम सः विरोधः यत्र उभयोः विरोधिनः कस्मिन्नपि काले सः अवस्थानां स्थितिः न भवति. पूर्वस्मिन् तत्र उक्तं तादृशं सहानवस्थानरूपे न भवति इति उच्यते. इदानीं चित्रे अस्ति प्रथमक्षणे घटस्य अभावः, द्वितीयक्षणे अपि घटस्य अभावः, तृतीयक्षणे घटः अस्ति, चतुर्थक्षणे घटः अस्ति. यथा प्रकृते विविधेषु क्षणेषु घटो वा भवेत्, घट अभावो वा भवेत् न कदाचित् उभो, अयमेव सहानवस्थानरूपः विरोधः इत्युच्यते. प्रकृते यदा घटः तादृशम् अस्ति वा नास्ति, तादृशं भवेत् वा अभावः वा अभावः तादृशं भवेत् तद् द्वयमपि भवितुमर्हति. तदेव सहान अवस्थारूपः विरोधः इति उच्यते. सत्यम्, इत्युक्ते यत्र घटः अस्ति चेत् तत्र घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति. यथा तत्र एकत्र प्राप्तिः तु भवितुं न शक्नोति खलु, तथा यत्र एकत्र प्राप्तिः नास्ति, एकस्मिन् स्थले समानकाले समानस्थले द्वयोः स्थितिः नास्ति, तादृशः विरोधः सहानवस्थानरूपः विरोधः इति. क्षम्यताम्, सुनील् महोदय भवान् वदतु. अतः केवलम् एकावस्थामेव भवितुमर्हति इति. एकः एव सः अवस्था न भवति, तत्र एकः सहवासः इति न भवति, एकः एव एकस्मिन् समये एकस्मिन् स्थले भवति. अस्तु, अन्यप्रश्नः अस्ति वा? एकवारं वदेत् सहानवस्थानरूपः इत्युक्ते किम् इति वा? सहानवस्थानरूपः विरोधः इत्युक्ते तत्र एकस्मिन् स्थले, यदा पूर्वं वयं सर्पनकुलविषये दृष्टवन्तः, तत्र एकस्मिन् समये नकुलः अपि तत्र तृतीयक्षण पश्यामः चेत् तत्र तृतीयक्षणे नकुलः अपि आसीत् सर्पः अपि आसीत्, तदनन्तरं चतुर्थक्षणे एव नकुलस्य नकुलः अस्ति परन्तु सर्पस्य नष्टः अभवत्। तर्हि तत् तादृशविरोधः यत्र एकत्र प्राप्तिः अस्ति तद् सः विरोधः अस्ति वद्यघातक भावरूपः विरोधः इति। परन्तु घटघटाभावः विषये पश्यामः चेत् तत्र घटः अस्ति चेत् घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति, तर्हि एकत्र प्राप्तिः इति भवितुं न अर्हति खलु। एकस्मिन् समये घटः अपि अस्ति घटाभावः अपि अस्ति इति वक्तुं न शक्नुमः। तर्हि तादृश अभावः क्षम्यतां तादृशविरोधः यत्र एकत्र प्राप्तिः भवितुं न अर्हति सः विरोधः सहानवस्थानरूपः विरोधः इति उच्यते। अस्तु, अपि च अत्र चित्रं पश्यतु, सुनील् महोदय भवान् एव वदतु। तत्र घटः अस्ति अस्ति चेत् तादृशविरोधः अस्ति, अन्य अस्ति घटस्य अभावः तादृशविरोधः अपि अस्ति। एकस्मिन् चित्रे तादृशं न भवति इति अर्थः अस्ति। तर्हि तत्र पश्यामः चेत् तत्र विरोधः इति विषयः तत्र उभयोः अस्ति खलु। तत्र पूर्व प्रथमवाक्यं तत्र पश्यतु, सहानवस्थानं नाम सः विरोधः, यत्र उभयोः विरोधिनोः इति, इत्युक्ते तत्र विरोधः इति यद् भावः अस्ति तत् उभयोः विरोधिनोः अस्ति। तर्हि घटे अपि तादृशविरोधभावः अस्ति, घटाभावे अपि तादृशविरोधभावः अस्ति, तदेव चित्रं सूचयति। तत्र विरोधः इति यद्भावः अस्ति घटे अपि अस्ति घटाभावे अपि अस्ति। तर्हि तत्र नकुल सर्पयोः अपि तथा अस्ति वा? सत्यं, तत् यत्र यत्र विरोधः अस्ति तत्र विरोधिनोः मध्ये अस्ति, तर्हि तत्र विरोधः इति भावः नकुले अपि वर्तते सर्पे अपि वर्तते। तत्र विरोधः इति वदामः चेत् उभयोः मध्ये अस्ति खलु, तत् तर्हि तत्र विरोधः इति भावः उभाभ्याम् अपि अस्ति। अस्तु, अवगतम्? अस्तु, तर्हि अग्रे रामकार्ति महोदय भवान् एव पठति वा? प्रतियोग्य अनुयोगीभावनिरूपणम् अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता, अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा। इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति। विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति, एवम् अनुयोगितायाः अपि सम्बन्धिकत्वम्। अतः आदेयता अधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः। अत्र निरूपणसौकर्याय घटे यद् विरोधः यः विरोधः वर्तते सा प्रतियोगिता इति संज्ञा कृता नैयायिकैः। अपि च अभावे विद्यमानस्य विरोधः यः अस्ति सा अनियोगिता इति संज्ञा कृता। तत्र प्रतियोगिता इत्युक्तौ कस्य प्रतियोगिता इति प्रश्नः उदेति. एवम् अनुयोगितायाः अपि कस्य अनुयोगिता इति प्रश्नः उदेति. अतः यथा वयं पूर्वं दृष्टवन्तः आदेयता अधिकरणतयोः निरूप्यनिरूपकभावः यद् आसीत् तथैव अत्रापि वक्तव्यः इति लिखितम्. सत्यं, तत्र पूर्वं वयं पुत्रपुत्रिका इति पठितवन्तः खलु. पुत्रः गच्छति इति कोऽपि वदति चेत् प्रश्नः उदेति कस्य पुत्रः इति. तथैव पिता गच्छति इति कोऽपि वदति चेत् कस्य पिता इति प्रश्नः उदेति. तदेव साकांक्षः ससम्बन्धिकत्वम् इति पूर्वं वयं दृष्टवन्तः. तथैव तत्र प्रतियोगिता अनियोगिता इति वदामः चेत् तत्र प्रतियोगिता इति शब्दः श्रुत्वा तत्र शब्दं श्रुत्वा कस्य इति प्रश्नः उदेति. तथैव अनियोगिता विषये अपि तर्हि अत्रापि निरूप्य निरूपभावः इति यद्वयं पूर्वं दृष्टवन्तः आदेयता अधिकरणता इति विषये तत्र निरूप्यनिरूपकभावः इति यद्वयं पठितवन्तः तद् अत्रापि प्रतियोगी अनियोगीभावे अपि तद् तादृश निरूप्यनिरूपकभावः वर्तते. अस्तु, तत् चित्रं दृष्ट्वा वाक्यं वक्तुं शक्नोति वा? वयं पूर्वं कृतवन्तः एकवारं घटनिष्ठप्रतियोगितानिरूपित अनियोगिता अभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिता आश्रयः घटः. उत्तमं, बहु उत्तमं, तदेव अस्ति. अग्रिमुक्ते अपि घटनिष्ठप्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः, अभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिताश्रयः घटः इति वक्तव्यम्. अयमेव सङ्ग्रहे पक्षमाणेषु अभावेषु अत्यन्त अभावः इति निर्दिष्टः. तावदेव. अत्रापि सर्पस्य च नकुलस्य प्रतियोगिता अनियोगिता वर्तुं भवान् एव करोतु. घटः इति यदस्ति तत्र सर्पः, अभावः इति यदस्ति तद् नकुलः इति अस्ति चेत् तत्र वाक्यं कथं भवति? भवान् एव वदतु. घटः सर्पः चेत् घट सर्पनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः नकुलः. उत्तमं, तावदेव. धन्यवादः. क्षम्यतां महोदय. वदतु महोदय. महोदय, वैरोधं रहितवस्तूनि अपि एवं भावः अस्ति वा? उदाहरणरूपेण सूर्यरश्मि अन्धकारं, सन्लैट् अण्ड् डार्क्नेस्, तयोः मध्ये वद्यगात्रभावः वा सहानावस्थान भावः अस्ति? भवान् एव किञ्चित् चिन्तयित्वा वदतु खलु. तत्र रश्मी अस्ति चेत् तत्र अन्धकारः नास्ति खलु. अन्धकारः अस्ति चेत् रश्मि नास्ति. यत्र प्रकाशः आगच्छति चेत् अन्धकारः नास्ति खलु. तर्हि कीदृशः विरोधः तत्र भवितुम् अर्हति? तावदेव. उत्तमं, तर्हि भवानेव अग्रे पठतु. अथ निरूपसौकर्याय एवं वा? तत्र सामान्य अभाववर्णनं, सामान्य अभाववर्णनम् इदानीं तस्य सामान्यभावः इति प्रकारः निरूप्यते. प्रतियोगिता भावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितः. सा प्रतियोगिता यदा एकजातियुक्तेषु स्वजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इति उच्यते. सामान्यस्य अभावः इति यथा श्रुते तु अयं जातेर् अभावः स्यात्. कुतः सामान्यं नाम प्राग् उक्तरीत्या जातिः. तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इति अर्थः स्यात्. न अयं विवक्षितः किन्तु सर्वस्य घटस्य अभावः. घटसामान्यं यत् घटत्वं तद्वान् सर्वोऽपि घटः. तस्य अभावो अयं. को अर्थः? सर्वोऽपि घटः अस्य विरोधी. येन केनापि घटेन घटसामान्य अभावस्य अपसारणं कर्तुं शक्यम्. अत्र इदं समीचीनम् उदाहरणं पश्यामः. अस्तु, वदतु महोदय. एतावत् वयं दृष्टवन्तः समान वस्तूनि प्रतियोगिता भावपदार्थं घटादौ विद्यमानः विरोधः इति. स प्रतियोगिता यदा एकजातियुक्तेषु एकजाति वस्तुनेव कः भवति इति वयं परिशीलितवन्तः. सामान्य अभावः. सामान्यस्य अभावः इति यथा श्रुते तु अयं जात इतरभावः स्यात्. जातेः अभावः स्यात्. कुतः? सामान्यं नाम प्रागुक्तरीत्या जातिः. तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः. भाव अभावस्य सामान्यं नास्ति चेत् न सामान्यम् इत्युक्ते किं? पूर्वं वयं दृष्टवन्तः खलु सामान्यम् इत्युक्ते जातिः. जातिः घटे घटत्वम् इति यत् यत् जातिः अस्ति तदेव तत्र सामान्यम् इति. तर्हि तस्याः अभावः इत्युक्ते तत्र सामान्यस्य जातेः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इति अर्थः स्यात् इति वयं प्रायः चिन्तयामः खलु. तत्र सामान्यम् इत्युक्ते पूर्वं वयं जातिः इति दृष्टवन्तः. तर्हि तत्र सामान्यस्य अभावः इत्युक्ते घटत्वम् इति यत् जातिः अस्ति तस्य अभावः इति वयं चिन्तयितुं शक्नुमः. सत्यं, परन्तु न अयं विवक्षितः. सत्यम् इत्युक्ते तर्हि तत्र तत् विवक्षा इति यत् तत् विवक्षा तु तथा नास्ति. तर्हि विवक्षा किम् अत्र इत्युक्ते तत्र सर्वस्य घटस्य अभावः इति. इत्युक्ते तत्र सामान्य अभावः इत्युक्ते घटसामान्य अभावः इति वदामः चेत् तत्र सर्वस्य घटस्य अभावः इत्युक्ते तत्र किमपि घट कश्चन घटः अपि तत्र नास्ति इति अर्थः अत्र. इत्युक्ते तत्र घटसामान्य अभावः इत्युक्ते तत्र घटे घटः एव तत्र नास्ति इति. घट घटाभावः इति एव अर्थम् अर्थः भवति अत्र. इत्युक्ते तत्र तत्र सर्वोपि घटः अस्य अस्य विरोधिः. इत्युक्ते यत् घटाभावः वर्तते इति वदामः चेत् तत्र कश्चन घटः आनयामः चेत् तत्र घटाभावः तत्र सामान्यघटाभावः गच्छति तत्र विशेष किमपि विशेषघटः आवश्यकः इति न यत्कमपि घटम् आनीय तत्र तादृश अभावस्य अपसारणं कर्तुं शक्नुमः अपसरति अस्तु इदानीं विवक्षिता अस्तु विवक्षिता भगिनि विवक्षिता इत्युक्ते वक्तुम् इच्छा अस्तु अग्रिमे पठामि अन्य कोऽपि अस्ति वा यः न पठितवान् इतः पर्यन्तम् सर्वेषां क्रमः आगतः वा अहं पठामि आं पठतु भगिनि कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः सः मत्स्यः त्रस्यति लुटति च कुतः सः जलम् अपेक्षते अर्थात् सः जलाभावं पश्यति अनुभवति कीदृशजलाभावं जलसामान्यभावं कुतः किमपि जलं मत्स्येन अनुभूयमानं जलाभावं वारयितुं प्रभवति कश्चित् तस्मै नदीजलं दद्यात् कश्चित् तडागजलं दद्यात् कश्चित् कूपजलम् अपि दद्यात् यत् किञ्चिज्जलं तदभावस्य विरोधि यत् तदभावस्य विरोधि विरोधरूपा प्रतियोगिता नदीजले तडागजले कूपजले अन्यस्मिन् सर्वस्मिन्नपि जले वर्तते अतः अयं जलसामान्यभावः वक्ष्यमाणाभावयोः एवं विध प्रतियोगिता न भवति इति विशेषः कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः मत्स्यः जलस्य वियोगः जातः अस्तु सम्यक् अस्ति अग्रे वदतु भगिनि सः त्रस्यति सः मत्स्यः त्रस्यति लुटति तु दुःखम् अनुभवति तर्हि कम्पति दुःखम् अनुभवति लुटति त्रस्यति लुटति च कुतः सः जलम् अपेक्षते मत्स्यः जलम् अपेक्षते अर्थात् सः जलाभावं पश्यति अनुभवति अस्तु कीदृशजलाभावं जलसामान्यभावं कुतः किमपि जलं मत्स्येन अनुभूयमानं जलभावं विरायितुं प्रभवति किमपि जलं मत्स्येन अनुभूयमानं जलाभावं वारयितुं प्रभवति. कश्चित् तस्मै नदीजलम् इत्युक्ते भगिनि इत्युक्ते किं किञ्चित् वदतु तत्र पुनः केवलं द्विवारं द्वितीयवारमपि पठति चेत् कुतश्चित् कारणात् जल मत्स्य जलस्य वियोगः अस्ति. अस्तु मत्स्याः त्रस्यति त्रस्यति इत्युक्ते त्रस्यति दुःखम् अनुभवति त्रस्यति लुठति दुःखं व्याकुलं भवति दुःखम् अनुभवति इति. तत्र यदा मत्स्यः मत्स्यः अस्ति मत्स्यः जलात् अभावः अस्ति सत्यं परन्तु यदा यदा वयं मत्स्य यत्किमपि मत्स्यं भवतु तत् मत्स्यं जलात् पृथक् कुर्मः चेत् मत्स्यः तु व्याकुलः भवति खलु तदेव तत्र त्रस्यति लुठति इति. तर्हि तत्र किमर्थं तथा तादृशभावः अनुभवति इत्युक्ते तत्र मत्स्यः तु मत्स्याय जलम् आवश्यकम्. तर्हि किमपि जलं ददामः चेत् कूपीजलं वा भवतु नदीजलं वा भवतु सरोवरजलं वा भवतु सागरजलं वा भवतु यत्किमपि जलं ददामः चेत् तस्य अभावः निवारणं भवति वा अभावस्य निवारणं तत्र भवति. तत्र नदीजलमेव आवश्यकं सरोवरजलं न आवश्यकम् इति न यत्किमपि जलं भवतु मत्स्यः तत्र तस्मिन् जले सन्तोषेण आनन्देन भविष्यति खलु. तदेव तत्र सामान्य अभावः इति सामान्य अभावः इत्युक्ते तत्र केवलं जलस्य अभावः यत्किमपि जलम् उपयुज्य तस्य अभावस्य निवारणं कर्तुं शक्नुमः इति. अस्तु धन्यवादः भगिनि. सञ्जीवमहोदय अग्रे पठति वा. क्षम्यतां भगिनि अत्र प्रश्नः भगिनि अत्र मत्स्यः जलस्य अभावः अतः जलम् अनियोगिता वा अथवा प्रतियोगिता वा. तत्र जल मत्स्यः अस्तु तत्र प्रतियोगी इत्युक्ते यस्य अभावः वदामः तदस्ति प्रतियोगी इति यस्य अस्तित्वं भवति तदस्ति अनुयोगी इति. तर्हि तत्र अभावः इति वदामः चेत् अभावः अस्ति तर्हि तत्र अनियोगी घटः प्रतियोगी इति. तर्हि तत्र जलस्य एव खलु जलं तत्र मत्स्यः इति न जलं प्रति जले प्रतियोगिता क्षम्यताम् आम् जले प्रतियोगिता अस्ति जलाभावे अनुयोगिता जलं प्रतियोगिता जलभावे अनियोगिता जलाभावे अनियोगिता जले प्रतियोगिता. धन्यवादः. अग्रे विशेषाभावः तत्र द्वितीयाभावः विशेषाभावः तत्र चातकपक्षणं सम्प्रदाये उदाहरन्ति. स तु पक्षी वृष्टिकाले वृक्षस्य उच्चतमशाखायाम् उपविश्य शिरः उन्नमय्य मेघं पश्यन् वृष्टिम् अभिवाञ्छति. कुतः? सोऽपि जलाभावं पश्यति. किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः? नैव. कश्चित् कूपजलमादाय तस्मै यच्छति चेत् न सः तुष्यति. अतः अयं जलविशेषाभावः, जलविशेषस्य अभावः, अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते किन्तु जलविशेषे, किं तत् वृष्टिजलम्, अतः तदेव तमभावं नाशयितुं प्रभवति, तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेषाभावः। अतः पूर्वं पूर्वे सामान्य अभाववर्णनं कृत्वा इदानीं विशेषाभावः तस्य वर्णनं कर्तुं प्रवर्तते। सामान्याभावः इति दृष्टवन्तः, किमपि जलेन कश्चित् जलेन किमपि जलेन केनचित् जलेनापि प्रतियोगितां वारयितुं शक्यते, तदा तत् सामान्यभावमिति वर्णनं कृतम्। अत्र विशेषाभावः किमिति वर्णनं कृतं। विशेषाभावः तत्र कस्मिंश्चित् जले अपि यत् प्रतियोगिता अस्ति तदस्ति, तस्मात् सामान्य अभावस्य यदि विशेषवस्तुः वस्तु अपेक्षते एकं प्रतियोगितां दूरीकर्तुं, तदा विशेषाभावः इति उच्यते। उदाहरणं दत्तं, चातकपक्षिणं सम्प्रदाये उदाहरन्ति। चातकपक्षी वर्षाकाले वृक्षस्य उपरि उपविश्य मेघं पश्यति, वृष्टिः भवति वा न इति। तस्य पक्षिणं तस्य अभावं नदीजलेन वा कूपजलेन वा किमपि केनचित् अपि जलेन वारयितुं शक्यः नास्ति। तस्य वारयितुं वृष्टिजलः एव जलमेव आवश्यकम्। तत् विशेषवस्तु आवश्यकमस्ति। एतत् विशेषभावः। सत्यं, यत्र जलविशेषः अपेक्षते तत्र खलु, तत्र केवलं नदीजलं वा कूपीजलं वा दद्मः चेत् तद् चातकपक्षी तद् न स्वीकरोति, तर्हि केवलं तद् वृष्टिजलमेव स्वीकरोति, तर्हि तत्र जलविशेषः अपेक्षते, तदस्ति विशेषभाववर्णनम् इति। अस्तु, तत्र चित्रं दत्तं, तत्र प्रतियोगिता तद् वाक्यं पठतु वृष्टि एकक्षणं भगिनि, भगिनि एकक्षणं, क्षम्यताम् एकक्षणं महोदय, तत् चित्रस्य वाक्यं रचयति वा। वृष्टिजलनिष्ठप्रतियोगिता निरूपितम् अनियोगिताश्रयः अभावः। वृष्टिजलनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः। अपि च अत्र वृष्टिजलनिष्ठप्रतियोगितानिरूपित अभावनिष्ठ अनियोगिता इति अपि वक्तुं शक्नुमः। यदा कीदृशः अभावः इति प्रश्नः अस्ति चेत् वृष्टिजलनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः, तदेव प्रश्नः कीदृशी अनियोगिता इति प्रश्नः उदेति चेत् वृष्टिजलनिष्ठप्रतियोगितानिरूपित अभावनिष्ठ अनियोगिता इति अपि वक्तुं शक्नुमः। अथवा विपरीतदिशि, विपरीतदिशि अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रय वृष्टिजलं, तदपि वक्तुं शक्नुमः। तत्र प्रश्नः प्रश्नः कः इत्येव द्रष्टव्यं खलु, तत्र कीदृशं वृष्टिजलम् इति प्रश्नः अस्ति चेत् यद् भवान् उक्तवान् तत् साधु। अस्तु, पुष्पा भगिनी प्रश्नः आसीत् वा? अस्तु, उत्तमम्। चातकपक्षी कुत्र विशेषण कति चातकपक्षी इति एकः पक्षी अस्ति, तद् अस्माकं पुराणे कथायां सर्वमस्ति तस्मिन्. अभावः अनियोगिता, कः अनियोगिता? अभावः आम्, यस्य तत्पूर्वं वयं दृष्टवन्तः अनुयोगिता इत्युक्ते अभावः, अभावे यद् विरोधः अस्ति तदस्ति अनुयोगिता इति. तत्र जलाभावः अस्ति, तर्हि जलाभावः तत्र वृष्टिजलम् इति विशेषजलस्य अभावः तद् अपेक्षति, तर्हि तदेव तत्र तस्य अभावः तस्मिन् अभावे अनियोगिता अस्ति. अस्तु अस्तु, सुमलता भगिनी अग्रे पठति वा, तत् झटिति एतत् परिसमापयामः. आं भगिनि, अर्थ विशेष विशेषाभाववर्णनं, इतोपि अन्यं विशेष विशेषाभावं सम्प्रदाये निरूपयन्ति, स च स्वातीनक्षत्रीयवृष्टिजलाभावः. तथा हि सूर्यः प्रायः चतुर्दश वा पञ्चदश वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति. तत्र मृगनक्षत्रमारस्य आरभ्य हस्तानक्षत्रपर्यन्तं नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्टयं प्रचुरा वृष्टिः भवति. ततः चित्रास्वातीनक्षत्रयोः किञ्चिदूना वृष्टिः भवति. अयं नक्षत्रकालः प्रायः कार्तीकमासि भवति. यदा स्वातीनक्षत्रीया वृष्टिः आसन्ना भवति, तदा सागरे गभीरे जले स्थिता शुक्तिका जलोपरि समेत्य स्वातीनक्षत्रस्य वृष्टिजलं कामयते. वृष्टिः इतोपि विशेषाभावः इति दृष्टवन्तः वयम्. इतोपि अन्यम् एकमस्ति विशेषविशेषाभावः इति. तत् किम् अस्ति इत्युक्ते, उदाहरणं दत्तमस्ति स्वातीनक्षत्रीयवृष्टिजलम् इति. सूर्यः एकक्षणं भगिनि क्षम्यतां, तत्र अस्माकं एवमेव एकमेव वदामि, तत्र तत्र सूर्यनक्षत्रविषये अस्माकं तावत् अवधानं न आवश्यकं. तत्र केवलं यत् अवगन्तव्यम् इत्युक्ते, तत्र प्रथमं जलं किमपि जलं भवतु, तस्मात् अभावः निर्गच्छति, तदस्ति सामान्य अभावः. तस्य अपेक्षया किञ्चित् विशेषः विशेषजलम् आवश्यकम् अस्ति तत्र विशेषाभावे. इतोपि विशेष विशेषः अस्ति विशेषविशेषो विशेषाभावः इति विषये तावत्. प्रथमं तु सामान्यं जलम् अस्ति यदा भवती उक्तवती, अन्यत् अस्ति वृष्टिजलं. वृष्टिजल जलमपेक्षया इतोपि विशेषः अस्ति, तद् भवति स्वातीनक्षत्रीयवृष्टिजलम् इति. केचन जीवाः वा सागरे तद् इच्छति, तत् नास्ति चेत्, वृष्टिः अस्ति चेत् अपि स्वातीनक्षत्रीयवृष्टिः नास्ति चेत् अभावः इति तेन ज्ञायते. तदेव शुक्तिका इत्युक्ते, शुक्तिका इत्युक्ते ऑयस्टर् पर्ल् ऑयस्टर्. अस्तु, अग्रे अपि पठतु भगिनि, तत् पठित्वा समापयामः. अर्थात् स्वातीनक्षत्रीयवृष्टिजलाभावं पश्यति, नायमभावः कूपजलेन नदी न अयम् अभावः कूपजलेन नदीजलेन वा शक्यः निवारयितुं न अपि येन केनचित् वृष्टिजलेन चित्रानक्षत्रीयवृष्टिजलः जलसत्त्वेपि न हि शुक्तिः तद् गृह्णाति केवलं स्वातिनक्षत्रीयवृष्टिजलं वाञ्छति अतः अस्य अभावस्य प्रतियोगिना जलसामान्यं नापि वृष्टिजलसामान्यम् अपि तु स्वातिनक्षत्रीयवृष्टिजलमेव जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः अतः विशेषविशेषाभावः इति उच्यते एवमेव सर्वत्र पुष्पसामान्याभावः नीलपुष्पाभावः शरत्कालिकानीलपुष्पाभावः इत्यादयः सामान्याभावः विशेषाभावः विशेषविशेषाभावः उदाहर्तव्याः एकमस्ति सामान्यमस्ति अन्यत् अस्ति विशेष सामान्यभावः विशेष अभावः पुनः विशेषविशेषाभावः सामान्यमस्ति चेत् किमपि जलं भवति जल अभावः गच्छति तदर्थं तद् भवति सामान्यं भवति उदाहरणं यत् वयं दृष्टवन्तः मत्स्य जल अभावः पुनः चातकपक्षी जलाभावः भवति विशेषजलाभावः चातकपक्षिणा वृष्टिजलम् अपेक्षितं पुनः सुक्तिः अस्ति चेत् तत् केवलं चित्रानक्षत्रीयवृष्टिः वृष्टिजलमेव इच्छति तद्भवति विशेषजल उपरि विशेषः अस्ति विशेषाभावः भवति अन्यत् उदाहरणमपि अत्र दत्तमस्ति पुष्प कानिचन किमपि पुष्पम् अस्ति चेत् तद्भवति पुष्पं नास्ति चेत् तद्भवति पुष्पसामान्याभावः नीलपुष्पमेव नास्ति चेत् नीलपुष्पाभावः भवति शरत्कालनीलपुष्पं नास्ति चेत् शरत्कालनीलपुष्पाभावः इति उदाहरणानि दत्तानि सत्यं सम्यक् भगिनी एव तत्र पुष्प यत्किमपि पुष्पं नास्ति चेत् तत्र पुष्पाभावः अस्ति चेत् तदस्ति सामान्यभावः तत्र यत्किमपि पुष्पं यत्किमपि नीलपुष्पं तस्य तस्य अभावस्य निवारणं भवति परन्तु नीलपुष्पभावः इत्युक्ते तत्र विशेषभावः इतोपि विशेषभावः इत्युक्ते विशेषविशेषाभावः इत्युक्ते तत्र शर्कालिकनीलपुष्पभावः इति वदामः चेत् तथा भवति तदेव तत्र तावदेव तत् विशेषणानि तु अनन्ताः खलु भगिनि द्वे उपरि सन्ति चेत् विशेषविशेषाभावः इति भवितुम् अर्हति खलु सत्यं सत्यं तदेव अस्तु तर्हि धन्यवादः अद्य अत्र स्थगयामः